गुरुब्रह्मा गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र आत्मनः लक्षणम् आत्मनः लक्षणवाक्यम् अस्ति ज्ञानादिकरणम् आत्मा इति तत्र अस्माकं विषयः अस्ति तत्र ज्ञानादिकरणं किमर्थम् उक्तम् अपि किमर्थं ज्ञानवान् इति नास्ति इति तस्मिन् सन्दर्भे तत्र पदद्वयम् आगतमस्ति नाम भावनाख्यसंस्कारः इति एकं पदम् अपि अन्यत् पदमस्ति तत्र व्यापारः अतः तत्र पदद्वयस्य विवरणार्थं तत्र स्वरूपमहोदयेन तत्र करपत्रं निर्मितमस्ति तत् करपत्रं पठन्तः स्मः तत्र व्यापारः इति इत्युक्ते तत्र किमपि कारणमस्ति अपि कार्यमस्ति किन्तु साक्षात् कारणं कार्यं न जनयति मध्ये किञ्चित् अन्यत् भवेत् इति कृत्वा तत्र व्यापारः इति भवति अस्माकं मूल उदाहरणमस्ति तत्र दण्डः इति कारणमस्ति घटं प्रति घटं घटः इति फलं भवति कार्यं भवति दण्डः इति कारणम् अस्ति किन्तु केवलं दण्डः अस्ति चेत् तत्र घटः न उत्पद्यते मध्ये अनेकाः क्रियाः अपेक्षिताः कुलालः अपि अपेक्षिताः अपेक्षितः अस्ति किन्तु अनेकाः क्रियाः अपि अपेक्षिताः तासु तत्र चक्रभ्रमणम् इति एका क्रिया स्वीकृता अस्ति तत्र व्यापाररूपेण तर्हि तत्र वयं किम् उक्तवन्तः तर्हि तत्र व्यापारः अस्मिन् उदाहरणे अस्ति चक्रभ्रमणं कारणम् अस्ति तत्र दण्डः फलम् अस्ति घटः अपि व्यापारः अस्ति तत्र चक्रभ्रमणं तर्हि तत्र धनश्री भगिनी तत्र व्यापारस्य उदाहरणं वयं दृष्टवन्तः तर्हि तत्र किञ्चित् वदति वा तत्र कथं घटति इति नाम तत्र तज्जन्यत्वे सति तज्जन्यजनकः इति व्यापारस्य लक्षणमासीत् तर्हि तत्र तज्जन्यत्वे सति इत्युक्ते किं तज्जन्यजनकः इत्युक्ते किम् इति तत्र अस्मिन् उदाहरणे दण्डः घटः चक्रभ्रमणम् आं तज्जन्यत्वे नाम तद् नाम कारणम् अत्र दण्डः इति कारणमस्ति व्यापारस्य अतः दण्डजन्यत्वं व्यापारे अस्ति पुनः तज्जन्यजनकत्वं तज्जन्य नाम दण्डतः घटः अपि जन्यः अस्ति तस्य जन नाम अत्र तज्जन्य नाम घटः अस्ति तस्य जनकत्वम् अपि व्यापारे अस्ति अतः अत्र दलद्वयस्य आवश्यकता अस्ति केवलः एकम् एव शब्दः अथवा विशेषणं प्रयुञ्जते चेत् तत्र अतिव्याप्ति भवति केवलं तज्जन्यत्वं तज्जन्यत्वम् एव स्वीकुर्मः चेत् तत्र व्यापारः अनन्तरं घटः द्वयोपि आगच्छति केवलं अतिव्याप्तिः भवति पुनः तज्जन्यजनकत्वम् इति एकः एव पदं स्वीकुर्मः चेत् व्यापारे अपि जनकत्वमस्ति दण्डे अपि जनकत्वमस्ति अत्र दण्डे अतिव्याप्तिः भवेत् अतः दलद्वयम् आवश्यकम् तेन व्यापारस्य वयं किं लक्षणवाक्यं कर्तुं शक्नुमः समीचीनं तर्हि तत्र तज्जन्यत्वे तत्र तज्जन्यत्वं व्यापारे अस्ति तज्जन्यजनकत्वमपि व्यापारे अस्ति अपि तत्र तज्जन्यत्वमपि तज्जन्यजनकत्वम् अन्यत्र कुत्रापि नास्ति तज्जन्यत्वं तत्र व्यापारे अस्ति कार्ये अपि अस्ति अपि तत्र तज्जन्यजनकत्वं कारणे अस्ति व्यापारे अपि अस्ति अतः तत्र द्वयम् अपि कुत्र अस्ति इत्युक्ते केवलं व्यापारे अस्ति अतः अतिव्याप्तिदोषः नास्ति अव्याप्तिदोषः अपि नास्ति अतः तत्र लक्षणवाक्यम् इति स्वीकर्तुं शक्नुमः समीचीनं भगिनि हा अतः तत्र एतद् उदाहरणमासीत् अस्माकं, किन्तु इदानीं तत्र अस्माकं साक्षात् व्यापार इति कुत्र अस्ति इत्युक्ते तत्र मूलवाक्यं तत्र आसीत्, किन्तु पुनः तद् पश्यामः तत्र व्यापारद्वारा आत्मनः त्रयगुणाः कल्पिताः इति. अतः एतस्मात् ते तत् गतवर्गे पठितवन्तः किञ्चित्, किन्तु पुनः तस्य पठनं कुर्मः. तत्र एतत् किमर्थं तत्र एकनिमेषः पश्यामि तत् किम् अभवत्, किमपि करणीयमासीत् वा अथवा न. तत्र एतद् बृहत् न कर्तुं शक्नोमि, क्षम्यताम्. हा तर्हि किन्तु किन्तु एतद् करपत्रं भवत् सर्वेषां पार्श्वे अस्ति इति मन्ये, अतः तत्र हा अस्तु. तर्हि तत्र समीचीनं भगिनि, धन्यवादः भगिनि, धनश्री भगिनि. अस्तु, जयलक्ष्मी भगिनी नमस्कारः, मूर्ति महोदय नमस्कारः. शृणोमि महोदय. हा अस्तु भगिनि, अस्तु. हा अस्तु, अशोभा भगिनी नमस्कारः. अस्तु तर्हि तर्हि तत्र अग्रे तत्र नरसिंहमहोदय, तत्र व्यापारद्वारा आत्मनः त्रयगुणाः कल्पिताः इति, तत्र अहं न जानामि किमर्थम् एतद् तत्र प्रदर्शयितुं न शक्नोमि, किन्तु भवतः पार्श्वे करपत्रमस्ति खलु? अहं पठामि, एतत् दृष्ट्वा एव पठामि महोदय, दृश्यते. अस्तु अस्तु अस्तु अस्तु. प्रकृतौ आत्मना गुणाः सन्ति, बुद्धि, सुख, सुखं, दुःखम्, इच्छा, द्वेषं, द्वेषः, प्रयत्नः, धर्मः, अधर्मः, संस्कारः. बुद्धि इत्यस्मात् आरभ्य प्रयत्नपर्यन्तं प्रत्यक्षं मनसा भवति. अहं जानामि इति ज्ञानं, ज्ञानविषयकं ज्ञानं, ज्ञानस्य प्रत्यक्षं भवति मनसा. एवमेव अहं सुखी अस्मि, अहं दुःखी अस्मि, अहं सर्पं द्वेष्मि, अहं घटम् इच्छामि इति ज्ञानं प्रत्यक्षं भवति मनसा. ज्ञानानां प्रत्यक्षम् आम्. तत्र आत्मने आत्मना नवगुणाः ये सन्ति, तत्र बुद्धि, सुख, दुःखं, सुखं, दुःखम्, इच्छा, द्वेष, प्रयत्न, धर्म, अधर्म, संस्कार. अत्र बुद्धि इत्यस्मात् आरभ्य प्रयत्नपर्यन्तम् इत्युक्ते ये षड् गुणाः सन्ति ते मनसा प्रत्यक्षं भवन्ति. यथा अहं दुःखी अस्मि, अहं सुखी अस्मि, अहम् अत्र उदाहरणं दत्तमस्ति, अहं सर्पं द्वेष्मि, अहं घटम् इच्छामि, तादृशं भवति मनसा प्रत्यक्षं भवति. परन्तु ये अन्यत् ये त्रयाः धर्म, अधर्म, संस्कारः, ते अप्रत्यक्षः, तत्र प्रत्यक्षः न भवन्ति मनसा इति. अस्तु, नाम तत्र ते तत्र अतीन्द्रियाः खलु, अतीन्द्रियाः नाम तत्र बहिरिन्द्रियैः तेषां ग्रहणं न भवति, अपि आभ्यन्तर इन्द्रियं नाम मनः इति इन्द्रियं तेन अपि तत्र ग्रहणं न भवति, तत्र प्रत्यक्षं न भवति. अतः तत्र अतीन्द्रियाः गुणाः तर्हि तत्र ते सन्ति इति, तत्र धर्मः इति गुणः अस्ति, अधर्मः इति गुणः अस्ति, संस्कारः इति गुणः आत्मनि अस्ति इति कथं ज्ञातुं शक्नुमः? यतोहि प्रत्यक्षज्ञानं नास्ति, अतः तत्र तद् अस्ति इति प्रमाणं किमपि भवेत् खलु. व्यापारमाध्यमेन एव वक्तुं शक्नुमः, वक्तुं शक्नुमः इति अस्ति. समीचीनं महोदय, हा धन्यवादः, उत्तमम्. अस्तु समीचीनम्. अस्तु अग्रे तत्र नीता भगिनी अग्रे. आं पठामि. धर्मस्य, अधर्मस्य, संस्कारस्य च प्रत्यक्षं न सम्भवति. एते च त्रयः गुणाः अतीन्द्रियाः, मनसा साक्षात् ज्ञातुं न शक्यन्ते. तेषां ज्ञानं न उत्पद्यते प्रत्यक्षेण, परन्तु ते व्यापाराः भवन्ति, अतः अनुमानेन तेषाम् अस्तित्वं कल्पयामः. इदानीं कस्यचित् मनुष्यस्य सुखं जायते कथम् इति इत्युक्ते, तस्य आत्मने विद्यमानधर्मेण सुखम् उत्पद्यते. एवमेव तस्य आत्मने विद्यमानाधर्मेण दुःखं जायते इति सुखस्य दुःखस्य च मध्ये व्यापारः भव धर्मः धर्मश्च धर्मः अधर्मश्च अत्र ये आत्मनि आत्मनि एते गुणाः सन्ति तस्मिन् धर्मः अधर्मः संस्कारः तस्मिन् विषये दत्तमस्ति. तत्र धर्मस्य वा अधर्मस्य वा संस्कारस्य तत्र बहिर् इन्द्रियैः वा अभ्यन्तर इन्द्रियैः प्रत्यक्षं ज्ञानं न सम्भवति. अतीन्द्रियाः गुणाः त्रयः ये गुणाः सन्ति धर्मः अधर्मः संस्कारः एते त्रयः गुणाः अतीन्द्रियाः गुणाः. किमर्थं तत्र मनसा धर्मस्य वा अधर्मस्य वा संस्कारस्य मनसा साक्षात् प्रत्यक्षं ज्ञानं न भवति तस्मिन् व्यापाराः भवन्ति अनुमानेन एव तस्य ज्ञानं भवति तस्मिन् व्यापारः अस्ति इत्युक्ते तस्मिन् व्यापारः न नाम ते व्यापाराः सन्ति क्षम्यतां ते व्यापाराः रूपेण इत्युक्ते वयं वक्तुं शक्नुमः धर्मजन्यः सुखं यत् अस्ति तत् धर्मजन्यमस्ति वा अधर्मः यत् अस्ति तत् नाम तत्र कारणमस्ति फलमस्ति तत्र सुखम् अथवा दुःखं कारणमपि अस्ति किन्तु मध्ये व्यापारः अपि भवेत् तत् अधर्मजन्यदुःखं दुःखमस्ति तत् अधर्मजन्यमस्ति इति वक्तुं शक्नुमः तत् मध्ये व्यापारः सम्भवति. अतः तत्र मनसा प्रत्यक्षं ज्ञातुं वयं न शक्नुमः ये अतीन्द्रियाः सन्ति तत् मध्ये विद्यमानव्यापारः अस्ति तत् सुखस्य वा दुःखस्य फल यदि दुःखं सुखमिति फलमस्ति वा दुःखमिति फलं वयं प्राप्नुमः तत् सुखस्य दुःखस्य मध्ये व्यापारः भवति यतोहि सुखस्य धर्मः दुःखस्य अधर्मः इति व्यापारः रूपेण आगच्छति. हा तर्हि धर्मरूपव्यापारेण सुखं भवति अधर्मरूपव्यापारेण दुःखमिति फलं वयं प्राप्नुमः. हा उत्तमं भगिनि हा तथैव अस्ति समीचीनम्. एकनिमिषः तत्र हा ओ इदानीं प्रायशः तत्र अस्तु इदानीं तत् उत्तमम् अस्तु अस्तु अस्तु हा अस्तु इदानीं समीचीनम् अस्तु तर्हि अग्रे सरामः समीचीनं भगिनि हा अस्तु अग्रे तत्र धन्यवादः महोदय. प्रश्नः अस्ति वदतु भगिनि. हा अत्र बुद्धि इत आरभ्य संस्कारपर्यन्तं गुणाः आत्मनगुणाः इति लिखितम् परन्तु अत्र अद्य कथितं यत् प्रयत्नः धर्मः अधर्मः संस्कारः ये व्यापारः इत्युक्ते धर्मः अपि गुणः इत्युक्ते व्यापारः एव इति पर्यायपदं वा इल् तथा नास्ति भगिनि. किन्तु तत्र व्यापारः क्रिया अपि भवितुम् अर्हति किन्तु तत्र व्यापारः क्रिया कर्म गुण सर्वं भवितुम् अर्हति भगिनि. तर्हि केवलं तत्र गुण एव भवेत् क्रिया एव भवेत् इति नास्ति. किन्तु यत् मध्ये कारणरूपेण अस्ति मध्ये कारण अपि कार्यस्य मध्ये यदस्ति तद् व्यापाररूपेण भवति. नाम तत्र घटः अस्ति अपि तत्र न क्षम्यतां दण्डः अस्ति अपि तत्र घटः निर्मातुम् इच्छामः तत्र कुलालः अपि तत्र कारणमिति स्वीकर्तुं शक्नुमः. तत्र कुलालेन तत्र कुलालमाध्यमेन तत्र दण्डः अथवा क्षम्यतां तत्र कुलालः इति कारणमिति स्वीकुर्मश्चेत् कुलालः घटं प्रति कारणं किन्तु सः दण्डेन तत्र कार्यं कारयति खलु घटस्य निर्माणं करोति खलु. तर्हि यदि वयं तत्र कुलालः कारणरूपेण स्वीकुर्मश्चेत् तत्र दण्डः अपि व्यापाररूपेण स्वीकर्तुं शक्नुमः. तर्हि तत्र कारणम् अपि कार्यं तयोः मध्ये यद् भवति तद् व्यापाररूपेण वयं स्वीकर्तुं शक्नुमः. अतः तर्हि तत्र गुणः एव भवेत्, क्रिया एव भवेत् इति कोऽपि नियमः नास्ति. अत्र धर्मः अधर्मः संस्कारः च गुणत्रयं यदस्ति, धर्मः अधर्मः संस्कारः, गुणाः सन्ति, आत्मनि सन्ति, किन्तु ते सन्ति इति कथं ज्ञातुं शक्नुमः? यतोहि तेषां प्रत्यक्षज्ञानं नास्ति अस्माकं, नाम तत्र यथा अस्माकं ज्ञानम् अहं सुखी अस्मि तादृश ज्ञानं तत्र धर्मः अस्ति इति अस्माकं ज्ञानं भवति वा? न भवति खलु? हा, तर्हि तत्र धर्मः अधर्मः संस्कारः ते सन्ति इति नैयायिकाः वक्तुं तत्र साधितुम् इच्छन्ति, किन्तु ते सन्ति इति प्रमाणम् अपेक्षितम्. तर्हि किम् इत्युक्ते तत्र व्यापाररूपेण तेषां कार्यमस्ति व्यापारः, अतः तत्र तैः किं किं जनयति, तत्र तैः कस्य जननं भवति इति दृष्ट्वा तेन तत्र किं फलं भवति इति दृष्ट्वा फलमस्ति इति कृत्वा व्यापारः अपि भवेत्. अतः व्यापारस्य अस्तित्वं साधितं भवति. समीचीनं वा भगिनि? गुणः एव, किन्तु गुणः आत्मनि अस्ति इति कथं जानीमः? व्यापार, अतः अस्माकम् अनुमानम् अस्ति, अस्तु तत्र दुःखम् इति किम् इति फलमस्ति, दुःखम् अनुभवामः, तर्हि दुःखस्य कारणं किमपि अस्ति, तत्र पूर्वजन्मन कर्म इति चिन्तयामः, किन्तु तद् तत् कारणं बहु दूरम् अस्ति, तत्र मध्ये किमपि कोऽपि व्यापारः भवेत्, सः व्यापारः एव धर्मः इति. महोदय, तथैव तत्र अधर्मः अपि संस्कारः, किन्तु गुणाः तु सन्ति एव, आत्मनः गुणाः ते सन्ति. महोदय, अस्तु भगिनि. हा, धनश्री भगिनी प्रश्नः. आं महोदय, अत्र धर्माधर्मस्य विषये किञ्चित् वक्तुं शक्नोति किं? नाम यदा यदा सुखं भवति तदा तदा मनसि धर्म इति आत्मनि धर्म इति व्यापारः जायते, विपरीततया नाम तत्र यदा धर्मः अस्ति तथा सुखं जायते. अस्तु, परन्तु नाम अत्र अर्थः यद्वयं लौकिकव्यवहारे उपयुञ्ज्महे तस्मात् भिन्नः अस्ति. भिन्न भिन्न अस्ति, यतोहि तत्र एषः गुणः अस्ति, अस्य निरूपणम् अग्रे भविष्यति यदा तत्र क्रमानुसारं तत्र इदानीं तत्र द्रव्याणां तत्र लक्षणवाक्यं सर्वं तेषां तत्र परिशीलनं कुर्वन्तः स्मः खलु. हा, अतः तत्र आत्मा, तदनन्तरं तत्र गुणानां यदि तत्र आवलिः आगच्छति तदा वयं तत्र रूपस्य लक्षणवाक्यं, तदनन्तरं तत्र रसं गन्धः तेषां तत्र लक्षणवाक्यानि परिशीलयामः, तदा तत्र धर्मः इत्युक्ते किम् इति अपि तत्र अग्रे भवति. इदानीं केवलं तत्र तादृशगुणः अस्ति इति साधनीयमस्ति, तस्य लक्षणम् इदानीं तत्र नास्ति, केवलं तत्र अपि यतोहि एतत् सर्वं तत्र स्वरूपमहोदयस्य करपत्रे एव अस्ति खलु, नाम तत्र पुस्तके तु केवलं धर्मः इति गुणः अस्ति पर्याप्तं, तत् अपि तत्र धर्मः इति अधर्मः संस्कारः व्यापाररूपेण कल्पिताः इति अस्ति, तस्य अर्थः कः इति तत्र बोधनाय करपत्रम्. आचार्य, अत्र पुण्यं दत्तमस्ति खलु, धर्मः पुण्यम् अधर्मः पापम्, न तु सुखदुःखम्. किन्तु अग्रे एतस्य विवरणं पश्यामः भगिनि. सत्यमेव, पुस्तके तत्र पुण्यं पापम् इति एव दत्तमस्ति. नाम धर्मः इत्युक्ते पुण्यम्, अधर्मः इत्युक्ते पापम् इति. न तु किन्तु तत्र तेषां फलमिति नास्ति. धर्मः इत्युक्ते धर्मः सुखं जनयति, धर्मः इति व्यापारः अस्ति, पुण्यः अपि तत्र व्यापाररूपेण एव स्वीकृत स्वीकुर्मः तत्र न्यायशास्त्रे. पुण्यम् इत्युक्ते धर्मः अपि, अधर्मः इत्युक्ते पापम् इति. अतः तत्र सुखमिति भिन्नं, धर्मः इति भिन्नं, किन्तु पुण्यम् अपि धर्मः समानम्. मृणालिनी भगिनी, समीचीनं वा? अग्रे सरामः वा? आमाम्. अस्तु अस्तु अस्तु, तर्हि तर्हि प्रेमलता भगिनी अग्रे पठति वा? आं महोदय. अग्रे संस्कारः एतद् वा? अग्रे संस्कारः कस्य व्यापारः इत्युक्तौ स्मरणस्य. यदा अस्माकं प्रत्यक्षज्ञानं भवति अयं घटः इति ज्ञानं, तदनन्तरं कश्चन संस्कारः उत्पद्यते अस्माकम् आत्मनि. स च संस्कारः कदाचित् घटम् अहं दृष्टवान् इति स्मरणं जनयति इत्यञ्च प्रत्यक्षज्ञानेन जायते संस्कारः. अग्रे स एव व्यापारः स्मरणं जनयति. अनेन संस्कारस्य व्यापारत्वं व्युत्पन्नं. पूर्वं यदुक्तम् एतद् त्रयाणां गुणानां व्यापारत्वेन भवति इति, धर्म अधर्म संस्कार इति, तस्मिन् अत्र संस्कारः नीत्वा संस्कारः अपि व्यापाररूपेण स्मरणं जनयति इति अर्थः भवति अत्र. समीचीनं. तत्र धर्मः किमर्थं व्यापारः? यतोहि धर्मेण तत्र सुखं भवति. धर्मेण सुखं भवति, अधर्मे अधर्मरूपव्यापारेण दुःखं भवति. अतः इदानीं तत्र संस्कारेण संस्काररूपव्यापारेण किं भवति इति प्रश्नः उदेति. तत् संस्कारः कदाचित् अहं घटम् अहं दृष्टवान् इति स्मरणं जनयति. नाम तत्र यद् भवति, तत्र गतवर्षे तत्र भवति, तत्र कृष्णमन्दिरं गतवती, तत्र भगवन्तं दृष्टवती, किन्तु इदानीं भवति स्मरति, ओ अहं दृष्टवती इति. किन्तु दर्शनं गतवर्षे अभवत्, तर्हि साक्षात् दर्शनं कारणं न भवितुम् अर्हति, यतोहि तत्र दर्शनं पूर्वम् अभवत्. कारणं तत्र पूर्वक्षणे, कार्यस्य पूर्वक्षणे समानाधिकरणे भवेत् खलु इति नियमः. अतः तत्र दर्शनं साक्षात् कारणं न भवितुम् अर्हति, यतोहि दर्शनं गतवर्षे अभवत्. अतः वयं किं चिन्तयामः, अस्तु तत्र दर्शनेन किमपि व्युत्पन्नमस्ति अस्माकम् आत्मनि, सः एव संस्कारः. संस्कारस्य उत्पन्नं भवति तत्र प्रत्यक्षज्ञानेन, दर्शनेन. एषः संस्कारः तिष्ठति, आत्मनि तिष्ठति. अपि एषः संस्कारः व्यापारः भवति, तेन स्मरणं भवति, स्मरणं जायते. यदा स्मरणं जायते तदा संस्कारः अस्ति, किन्तु साक्षात् दर्शनं नास्ति. यद्यपि साक्षात् दर्शनं नास्ति, तथापि संस्कारः अस्ति इति कृत्वा संस्कारः व्यापाररूपेण तत्र साक्षात् कारणम् इति स्वीकर्तुं शक्नुमः. अतः तत्र संस्कारः भवेत्, नाम कोऽपि व्यापारः भवेत्, यतोहि तत्र दर्शन इति मूलकारणं यदस्ति तद् परोक्षकारणमस्ति, तद् इदानीं साक्षात् नास्ति तत्र न्यायशास्त्रे ज्ञानं क्षणात्मकम् इदानीं किमपि अस्माकम् आत्मनि ज्ञानम् अस्ति अग्रिमक्षणे अन्यत् किमपि ज्ञानम् अस्ति तदनन्तरं नूतनज्ञानं तर्हि तत्र ज्ञानं न्यायशास्त्रे अभिनव भवति नाम प्रत्यक्षक्षणे तत्र भिन्नभिन्नरूपज्ञानम् अस्माकं मनसि सर्वदा नूतनमेव भवति अभिनव एव भवति सर्वदा अतः तत्र दर्शनेन यद् ज्ञानम् अभवत् तत्तु इदानीम् अस्माकम् आत्मनि नास्ति अतः किन्तु अनुभवः अस्ति स्मरणं तु अनुभवः अस्ति तर्हि तत्र स्मरणम् इति ज्ञानं स्मरणमपि ज्ञानस्य एकविधं तस्य कारणं किं भवेत् इत्युक्ते अस्तु दर्शनम् इति कारणं दर्शनं व्यापारेण संस्काररूपव्यापारेण स्मरणं जनयति अतः संस्कारः इति वदतु भगिनि पूर्वं यत् प्रत्यक्षज्ञानम् अभवत् तस्य वर्तमाने ग्रहणसामर्थ्यम् इति नाम तत्र सत्यं तत्र पूर्वं यत् अभवत् किमपि अस्माकं मनसि गुणः तिष्ठति अतः तत्र सः एव तत्र संस्कारः अपि संस्कारः कुत्र भवेत् इत्युक्ते यत्र स्मरणमिति कार्यम् अस्ति तत्र एव व्यापारः अपि भवति यतोहि व्यापारः कारणमस्ति कारणम् अपि कार्यं समानाधिकरणं तयोः भवेत् इति कृत्वा स्मरणमिति ज्ञानं आत्मना गुणः अतः आत्मनि तिष्ठति तर्हि संस्कारः इति अपि किमपि भवेत् येन आत्मनि भवेत् येन स्मरणं जायते अतः तत्र संस्कारः अपि आत्मनः गुणः इति नैयायिकैः उच्यते अस्तु समीचीनं भगिनि अग्रिमं तत्र वाक्यद्वयमपि पठतु तदनन्तरम् अन्य कोऽपि पठतु एवं रीत्या धर्मः अधर्मः संस्कारश्च एते त्रयगुणाः व्यापाराः भवन्ति यत् लोके माध्यमं वदामः कारणस्य कार्यस्य च मध्ये अयं व्यापारः माध्यमरूपेण कार्यं करोति एतदेव पूर्वम् उक्तमस्ति मध्ये कार्यकारणमध्ये कश्चित् क्रिया भवेत् तस्य फलं प्राप्तुं शक्यते इति उक्तमस्ति एतदेव व्यापारः एवं रीत्या यद् अधर्म अधर्मसंस्कारश्च ये त्रयगुणाः व्यापारः भवन्ति इति उक्तमस्ति एतद् व्यापार माध्यम एतेन माध्यमेन रूपेण धर्मः अधर्मः संस्कारः इति व्यापाररूपेण एव अहम् अनुमानेन प्राप्तुं शक्यते इति नाम ते व्यापाराः भवेयुः इति चिन्तनेन तत्र तेषां सत्त्वं साधयामः ते सन्ति इति वक्तुं शक्नुमः नो चेत् तत्र कथं तत्र अनुभवः नास्ति मनसा अस्माकं तत्र प्रत्यक्षज्ञानं न भवति इति अतः तत्र माध्यमाः सन्ति ते सर्वे इति स्वीकुर्मश्चेत् ते सन्ति इति वक्तुं शक्नुमः अस्तु समीचीनं भगिनि इति अस्ति अतः तत्र व्यापारः नाम लोके माध्यमं येन यत् कार्यम् अपि कारण तयोः मध्ये तिष्ठति अपि कार्यं जनयति साक्षात् जनयति इति अस्तु समीचीनं अस्तु अग्रे तत्र शोभा भगिनी अग्रे पठति वा धन्यवादः महोदय धन्यवादः भगिनि समीचीनं आं महोदय एते च त्रयः गुणाः अतीन्द्रियाः मनसा साक्षात् ज्ञातुं न शक्यन्ते अहं धर्मात्मजः अस्मि इति कश्चित् वदति, परन्तु तस्य तादृशः अनुभवः तु न भवितुम् अर्हति। धर्मः अस्ति वा अधर्मः अस्ति वा तस्य फलं दृष्ट्वा एव ज्ञातुं शक्नुमः। कोऽपि अतीव दुःखी अस्ति इत्यस्य दर्शनेन वक्तुं शक्नुमः अहो सः बहु अधर्मं कृतवान् अतः अधुना दुःखम् अनुभवन् अस्ति इति। फलं दृष्ट्वा तस्य कारणम् अधर्मं वयम् अनुमानेन ज्ञातुं शक्नुमः न तु प्रत्यक्षेण। अस्तु महोदय, एतावत् पठितवन्तः। तत्र आत्मनि नवगुणाः सन्ति, तेषु धर्म अधर्म संस्कारः इति, अतीन्द्रियाः सन्ति अपि च व्यापाराः भवन्ति इति, अतः तेषाम् अपि च पठितवन्तः मनसा साक्षात् ज्ञातुं न शक्यन्ते यतोहि अतीन्द्रियाः सन्ति इति कृत्वा, अपि च तत्र यतोहि सुखम् अथवा दुःखं च कृते व्यापारः आवश्यकं, यतोहि धर्म सुखं दुःखम् इति फलं भवति, धर्म अधर्मयोः अपि च सुखं दुःखम् इत्यनयोः मध्ये व्यापारः भवेत् कोऽपि धर्मः अधर्मः एव व्यापारः। धर्मः अधर्मः एव व्यापारः सुखस्य दुःखस्य च मध्ये इति। अतः तत्र यदा कोऽपि अहं धर्मात्मजः अस्मि इति वदति चेत् तत्र तस्य सः अनुभवेन न वदति, न वदनस्ति, अनुमानेन एव, इत्युक्ते तत्र धर्मात्मजः अस्मि इति वदति चेत् सः प्रायशः बहु सुखम् अनुभवन् अस्ति इति ज्ञातुं शक्नुमः, अतः एव धर्मात्मजः अस्मि इति प्रायशः वदति सः। यतोहि धर्मस्य किं तत्र धर्मः व्यापारः अस्ति चेत् सुखदुःखं, धर्मः अधर्मः व्यापारः, तयोः सुखदुःखं भवति इति। धर्मरूपव्यापारेण धर्मरूपव्यापारेण सुखम् अपि च अधर्मरूपव्यापारेण दुःखं भवति। अपि च कोऽपि अतीव दुःखी अस्ति इत्यस्य दर्शनेन वक्तुं शक्नुमः सः प्रायशः बहु अधर्मं कृतवान् अतः इदानीं दुःखम् अनुभवन् अस्ति इति। तत्र पुनः अधर्मम् अधर्मः इति व्यापारेण दुःखम् इति फलं प्राप्तम् इति पठितवन्तः। अतः फलं दृष्ट्वा एव तस्य कारणम् इत्युक्ते सुखस्य वा दुःखस्य वा कारणम् अधर्मम् अथवा सुखम् इति अनुमानेन ज्ञातुं शक्नुमः न तु प्रत्यक्षेण इति। नाम तत्र धर्मः अधर्मः अस्ति इति तत्र साक्षात् ज्ञानं नाम तत्र अस्माकं ज्ञानमपि न भवति, अस्माकम् आत्मनि धर्मः अधर्मः अस्ति इति न ज्ञातुं शक्नुमः, अन्येषु अपि अस्ति न वा इति न ज्ञातुं शक्नुमः। तर्हि हा तर्हि बहिरिन्द्रियैः अपि न ज्ञातुं शक्नुमः, मनसा अपि न ज्ञातुं शक्नुमः, अतः केवलं फलं दृष्ट्वा फलस्य दर्शनेन एव तत्र ज्ञातुं शक्नुमः। तर्हि अतः तत्र व्यापारः भवेत्, यतोहि तत्र कारणम् अस्माकं पूर्वजन्मकर्म किम् इति तस्य ज्ञानं नास्ति, किन्तु तत् पूर्वजन्मनि अस्ति इति कृत्वा तत्तु साक्षात् कारणं न भवति, तर्हि मध्ये कोऽपि व्यापारः भवेत् भवेत् इति। आम् महोदय, यतो तत्र निरूपितवन्तः प्रत्यक्षज्ञानम् इति कारणं भवति, संस्कारः इति व्यापारं भवति, अपि च स्मरणम् इति फलं भवति, तत् तादृशं निरूपितवन्तः, किन्तु एतत् अपि पठितवन्तः। तथैव तत्र प्रत्यक्षज्ञानं साक्षात् कारणं, तदनन्तरं संस्कारः इति व्यापारः, तदनन्तरं स्मरणम् इति फलं, तथैव तत्र किमपि कर्म पूर्वं कृतं कर्म इति तत्र मूलकारणं, किन्तु तेन कर्मणा किमपि तिष्ठति आत्मनि गुणः, धर्मः इति गुणः तिष्ठति, अतः कर्मणा नाम कर्म आत्मनि धर्म इति गुणः, धर्म इति धर्मनाम गुणं जनयति, एषः गुणः तिष्ठति आत्मनि अपि यदा तत्र वयं न जानीमः तत्र नियमानुसारं सः धर्मः फलं सुखम् इति फलं जनयति, कदा इति न जानीमः किन्तु सुखम् इति फलं जनयति यदा सर्वं समीचीनम् अस्ति, नाम तत्र हा नाम तत्र वयं जानीमः तत्र व्यापारः इति यदि वयं वदामः तत्र स्थूलरूपेण वदामः, नाम तत्र किमपि कार्यं प्रति एकमेव कारणम् इति नास्ति खलु, तत्र कारणसामग्री इति अस्ति, नाम अनेके अनेकानि कारणानि सन्ति एकं कार्यं प्रति, नाम घटं प्रति चक्रभ्रमणम् आवश्यकं, दण्डः आवश्यकम् आवश्यकः, कुलालः आवश्यकः, जलम् आवश्यकम्, अतः तत्र कारणसामग्री भवेत्, तर्हि तत्र व्यापारः यदा कारणसामग्री सर्वम् अस्ति तदा कार्यं जनयति, अत्र सुखं वा दुःखं वा जनयति, अतः तत्र धर्मः अधर्मः भवेत् इति व्यापाररूपेण भवेत्, तथैव तत्र संस्कारः अपि आत्मनि व्यापाररूपेण भवेत् इति. समीचीनम्, अस्तु अग्रे इदानीं संस्कारः इति वदतु भगिनि. एक अत्र मम भ्रमः अस्ति, यतोहि कारणं कार्यं द्वयोः मध्ये व्यापारः अस्ति, तत् धर्मः अधर्मः संस्कारः व्यापारः इति वयं चिन्तयामः चेत् तत् कारणमस्ति वा व्यापारः? यदि नाम तत्र नाम तत्र व्यापारः अपि कारणम् अस्ति खलु, यतोहि तत्र व्यापारस्य लक्षणं किम् अस्ति, तज्जन्यत्वे सति तज्जन्यजनकत्वं, तर्हि तत्र फलं प्रति जनकत्वं, फलस्य जनकः व्यापारः अस्ति खलु, तर्हि व्यापारः अपि कारणमस्ति, नाम तत्र यदा अस्माकं चित्रमस्ति खलु तत्र फलं कारणम्, एतदपि कारणमस्ति एतदपि कारणमस्ति, किन्तु एतत् कारणं मध्ये अस्ति, अतः तत्र केवलम् एकमेव कारणमिति चिन्तनं न समीचीनं खलु. कार्यं प्रति यथा तत्र घटस्य निर्माणे घटम् इति घटः इति फलमस्ति चेत् केवलं तत्र किं कपालद्वयमेव कारणं वा? अतः तत्र कारणसामग्री इति नाम कारणसमूहः अस्ति, कारणसमूहे एकं वयं कारणमिति स्वीकृतवन्तः, अन्यत् तत्र व्यापारः इति स्वीकृतवन्तः, यतोहि यदा यदा एतादृशसम्बन्धः वर्तते भवत्येव. अतः तत्र अतः तत्र अस्मिन् परिच्छेदे अधर्मः कारणम् अपि तत्र सुखस्य कारणमिति तद् दोषाय नास्ति, कारणम् अपि व्यापारः अपि व्यापारः. अवगतम् अवगतं, स्पष्टं, धन्यवादः. अस्तु, धन्यवादः. हा समीचीनं भगिनि, अस्तु अग्रे तत्र मृणालिनी भगिनी अग्रे पठति वा? संस्कारः, संस्कारः त्रिविधः, वेगः, स्थितिस्थापकः, भावना चेति. यदा फलं पतति तदा तस्मिन् वेगः भवति, यदा एकं यानं गच्छति तदा तस्मिन् वेगः भवति, क्रियया सह जायते वेगः, फले पतनक्रिया उत्पन्ना तदा वेगः उत्पन्नः. संस्कारः त्रिविधः, वेगः, स्थिति स्थितिस्थापकः भावनाः भावना चेति तर्हि यदा कोऽपि फलं पतति तदा तस्मिन् वेगः जायते यदा तथैव यदि एकं यानं गच्छति तस्मिन् वेगः भवति क्रियया सह जायते वेगः फले पतनक्रिया अवसरे एव उत्पन्ना भवति उत्पन्नः भवति वेगः तर्हि तर्हि अत्र केवलं वेगस्य विषये नाम तत्र त्रिविधः अस्ति तृतीया वेगः इत्युक्ते कः तदनन्तरं स्थितिस्थापकः इत्युक्ते कः इति तदनन्तरं भावना अस्माकं मूलविषय भावना इति किन्तु तत्र त्रिविधः अस्ति इति अपि वक्तव्यमस्ति तर्हि वेगः इति इदानीम् अस्माकं ज्ञानमस्ति वेगः नाम किं तत्र यदा क्रिया भवति किमपि गच्छति किमपि पतति तदा तत्र तस्मिन् द्रव्ये वेगः भवति यत्र क्रिया आश्रयः अस्ति क्रिया साक्षात् भवति तदा तस्मिन् आश्रये तत्र वेगः अपि अस्ति समीचीनम् अस्तु समीचीनम् अस्तु इदानीम् अग्रे सरामः तर्हि तत्र अग्रे तत्र विमलाभगिनी अग्रे पठति वा आं महोदय स्थितिस्थापकः स्थितिस्थापकः इति एकनिमिषं महोदय श्रवणसाधनम् उद्घाटय स्थितिस्थापकः इति द्वितीयः कश्चन संस्कारः सः श्रूयते वा न श्रूयते भगिनि सः कटादौ भवति कटं वयं पुटीकुर्मः अग्रे पुनः पूर्वरूपेण स्थापयामः एवमेव रबर् ब्याण्ड् एकवारं दीर्घं कुर्मः पुनः तत् संक्षिप्तं भवति एवं रीत्या पूर्वावस्थायाः आपादकं भवति स्थितिस्थापकम् इति गुणः महोदय अतीन्द्रियः अस्तु एवं रीत्या पूर्वावस्थायाः आपादकं भवति स्थितिस्थापकः इति गुणः अधुना घटं पुटीकुर्मश्चेत् भग्नः भवति नष्टः भवति परन्तु कटं पुटीकुर्मश्चेत् पुनः पूर्वरूपेण स्थापयितुं शक्यते तादृशेषु वस्तुषु विद्यमानगुणः स्थितिस्थापकः इत्युच्यते यस्य वस्तुनः तद् अवस्थां सम्पादयितुं शक्नुमः एतादृशवस्तूनि भवति स्थितिव्यापकः संस्कारः स्थितिस्थापकः संस्कारः इति तत्र द्वितीयः संस्कारस्य विषये उक्तमस्ति यथा रबर् ब्याण्ड् तस्य उदाहरणं दत्तं यदि वयं तत् दीर्घं कुर्मः पुनः तत् संक्षिप्तं भवति तथैव यदि कटं वयं पुटीकुर्मः पूर्वरूपेण यथा आसीत् तथैव पुनः तत् पूर्वरूपेण स्थापयितुं शक्नुमः परन्तु अदर् घटं पुटीकुर्मश्चेत् तद् भग्नः भूत्वा पूर्वस्थितिः न पूर्वस्थितिं न प्राप्नोति तादृशेषु तस्तु स्थितिस्थापक संस्कारः अस्ति पूर्वरूपेण स्थापयितुं शक्नुमः अतः तत्र स्थितिस्थापकः नाम इति तद् गुणः स्थितिस्थापकः इति उच्यते इति गुणः भवति नाम तत्र यादृशी स्थितिः अस्ति तामेव तत्र पुनः गन्तुं तत्र शक्तिः अस्ति शक्यते हा शक्यते अतः तत्र तादृशी तादृशः गुणः अस्मिन् द्रव्ये वा अस्ति अतः तत्र स्थितिस्थापकः इति वदामः यतोहि तत्र पूर्वस्थितिम् एव प्राप्नोति प्राप्नोति इति कृत्वा इति उच्यते तर्हि तत्र एकः अस्ति वेगः वेगः द्वितीयः अस्ति स्थितिस्थापकः इदानीं तत्र वेगः तत्र बहुषु द्रव्येषु वर्तते खलु नाम तत्र याने अस्ति वेगः स्थले पतनक्रियायाम् अस्ति किन्तु स्थितिस्थापकः अपि तत्र रब्बर् बेण्ड् मध्ये अस्ति कटे अस्ति केवलं कश्चन वस्तुषु अस्ति किन्तु तत्र लोके तद् द्रष्टुं शक्नुमः स्थितिस्थापकः गुणः अस्ति इति तत्र साक्षात् दर्शनेन ज्ञातुं शक्नुमः अपि वेगः अपि तत्र दर्शनेन भवति किन्तु भावना इति संस्कारः केवलम् आत्मनि एव भवति नाम तत्र भावना इति संस्कारः तत्र अन्येषु तत्र न भवति तत्र घटे नास्ति पटे नास्ति फले नास्ति अतः तत्र भावना इति तृतीयविधसंस्कारः आत्मनः विशेषगुणः इति उक्तं विशेषगुणः नाम केवलम् आत्मनि एव वर्तते अन्यत्र न वर्तते विशेषगुणनाम नाम तत्र केवलं तस्य वृत्तित्वं तत्र अस्तित्वम् आत्मनि एव अस्ति अन्यत्र नास्ति इति अतः तत्र तृतीयविधसंस्कारः भावना आत्मनि भवति प्रत्यक्षज्ञानेन जायते स्मरणं जनयति अनुभवात्मकज्ञानेन जायते स्मरणं जनयति इत्युक्ते तत् अनुभव करणीयं तस्य अनुभवं करणीयमेव तदा एव स्मरणं जनयति नाम तत्र अनुभवात्मकं ज्ञानेन जायते नाम अनुभवेन प्रत्यक्षज्ञानेन किन्तु प्रत्यक्षज्ञानम् अस्ति अनुभवः अस्ति तेन अनुभवेन किमपि कोऽपि गुणः अस्माकम् आत्मनि तिष्ठति सः एव संस्कारः सः संस्कारः अग्रे गत्वा व्यापाररूपेण स्मरणं जनयति अस्तु अतः तत्र अनुभवात्मकं ज्ञानं नाम तत्र अस्माकम् अनुभवेन यद् ज्ञानं नाम अनुभवामः तत्र ज्ञानम् अस्माकं भवति तेन ज्ञानेन गुणस्य उत्पादनं संस्कारः इति गुणस्य उत्पादनं भावना इति संस्कारस्य उत्पादनं तेन पुनः स्मरणस्य जननं भवति अस्तु समीचीनं अस्तु शुभदा भगिनि अग्रे पठति वा जि एक सन्देहः तत्र भावनानिमित्तम् एक उदाहरणं वक्तुं शक्यते भावना इति तु यथा तत्र भावना नाम संस्कारः येन स्मरणं भवति नाम अहं घटं दृष्टवान् इति प्रत्यक्षज्ञानं तावदेव तावदेव नाम प्रत्यक्षज्ञानं न अहं क्षम्यतां न स्मरणरूप क्षम्यताम् अहम् अद्य घटं पश्यामि घट अयं घटः इति ज्ञानम् इदानीं मम मनसि अस्ति श्वः अहं स्मरामि आम् अहं घटं दृष्टवान् इति अतः तत्र प्रत्यक्षज्ञानं यदस्ति तेन किमपि जायते मम आत्मनि सः अस्ति संस्कारः भावनाख्यसंस्कारः तावदेव किन्तु तत्र भावना इति किमर्थम् इत्युक्ते तत्र सः अपि संस्कारः किन्तु वेगः अपि संस्कारः अस्ति स्थितिस्थापकः अपि संस्कारः अस्ति किन्तु तद् न वेगः इति संस्कारः न स्थितिस्थापकः इति संस्कारः न भावना इति तृतीयविधसंस्कारः एव तत्र स्मरणं जनयति स्मरणम् एव तद् भावना न स्मरणम् इति भावना जनयति भावना स्मरणं जनयति सत्यं स्मरणं स्मरणस्य कारणं व्यापारः स्मरणस्य व्यापारः भावना इति संस्कारस्य तस्य संस्कारस्य नामकरणं भावना इति संस्कारस्य नामकरणं यतोहि तत्र तदा भावना इति यदि वदामः वयं जानीमः वेगः इति संस्कारः नास्ति स्थितिस्थापकः इति संस्कारः नास्ति इति खलु यतोहि संस्कारस्य त्रैविध्यं वर्तते तेषु तत्र केवलं तत्र भावनाख्य भावननामसंस्कार एव स्मरणस्य व्यापारः भवति इति तत्र महोदय क्षम्यताम् वयं शैत्यम् अनुभवामः चेत् अनुभवात्मकं ज्ञानम् इति वक्तुं शक्यते इत्येव सत्यं भगिनि अतः तत्र ह्यः बहु शैत्यम् आसीत् इति स्मरणं तदपि तत्र संस्कारेण भवति इति कृत्वा तत्रापि भावना इति संस्कारः एव व्यापारः अतः तत्र केवलं सर्वं दर्शनेन इति न यत्किमपि अनुभवेन नाम प्रत्यक्ष अनुभवेन यद्यद् भवति ज्ञानं भवति तेन संस्कारः उत्पद्यते पुनः संस्कारेण स्मरणम् आचार्य अत्र भावना इति संस्कारः आत्मनः गुणः खलु सत्यं तर्हि भावनया स्मरणं जनयति वा स्मरणेन भावना जनयति न भावना इत्युक्ते संस्कारः तावदेव किन्तु यः संस्कारः आत्मनि अस्ति यः संस्कारः व्यापाररूपेण स्मरणं जनयति सः तत्र तृतीयविधसंस्कारः सः संस्कारः वेगः नास्ति स्थितिस्थापकः नास्ति तस्य नाम अस्ति भावना इति न्यायशास्त्रे तावदेव तर्हि भावना इति अतीन्द्रियात्मकः गुणः आत्मनः खलु सत्यं सत्यं तस्य नाम संस्कारस्य एकविध तस्य अनुभवः इति स्मरणं वा न अनुभवः भवति अनुभवेन अनुभवज्ञानेन अनुभवात्मकं ज्ञानं नाम तत्र शीतस्पर्शः शैत्यम् अस्ति इति अद्य शैत्यम् अस्ति इति ज्ञानम् अस्माकं तेन ज्ञानेन अस्माकम् आत्मनि संस्कारः भवति कापि भावना अथवा कोऽपि संस्कारः भवति सः संस्कारः अस्माकम् आत्मनि तिष्ठति अग्रिमे सप्ताहे अहं चिन्तयामि अस्तु तस्मिन् दिने शैत्यम् आसीत् इति यदि अहं यदा अहं स्मरामि तदा तस्य स्मरणं केन जातम् इत्युक्ते संस्काररूपव्यापारेण जातम् इति तस्य कारणं भवति अतः संस्कारः इति भिन्नं स्मरणम् इति भिन्नं स्मरणम् इति ज्ञानस्य एकविधं स्मरणमिति फलं स्वीकुर्मः वा अत्र फलमेव किन्तु स्मरणं किमस्ति स्मरणमपि ज्ञानमस्ति स्मरणमपि आत्मनः गुणः एव अस्ति बुद्धिः इति यद्गुणमस्ति बुद्धिः नाम ज्ञानं तर्हि तत्र प्रत्यक्षज्ञानमस्ति अनुमानज्ञानमस्ति स्मरणमपि ज्ञानमेव अस्ति अतः तत्र ज्ञानं तद् ज्ञानं जनयति प्रत्यक्ष अनुभवः किन्तु प्रत्यक्ष अनुभवः पूर्वम् आसीत् इदानीं नास्ति अतः मध्ये व्यापारः कल्पितः अस्ति येन तत्र साक्षात् कारणम् इति चिन्तयित्वा तत्र संस्कारः इति व्यापारः तेन स्मरणं भवति इति अतः तत्र भावना इति केवलं नामकरणं यः संस्कारः आत्मनि अस्ति केवलम् आत्मनि एव अस्ति तस्य नाम अस्ति भावना अत एव तत्र भावनाख्य भावनाख्य नाम किम् आख्य नाम नाम भावना नाम संस्कारः इति अस्तु समीचीनम् अस्तु अग्रे शुभदभगिनी अग्रे आहत्य संस्कारः आहत्य संस्कारः त्रिविधः वेगः स्थितिस्थापकः भावना चेति वेगाख्यसंस्कारः पञ्चसु द्रव्येषु भवति पृथिव्यां जले तेजसि वायौ मनसि एषु पञ्चसु क्रियाश्रयत्वम् इति कारणेन मूर्तद्रव्याणि इति उच्यन्ते स्थितिस्थापकाख्यसंस्कारः पृथिव्याम् एव भवति भावनाख्यसंस्कारः आत्मनि एव भवति अत्र संस्कारः तु त्रिविधाः वयं दृष्टवन्तः वेगः स्थितिस्थापकः भावना इति त्रयः तस्य विशेषणानि इति वक्तुं शक्यते वेगाख्य यथा भवान् उक्तवन्तः वेगाख्य नाम वेग नाम संस्कारः वेग इति संस्कारः पञ्चसु द्रव्येषु भवति इति अत्र उक्तमस्ति. पञ्चसु नाम पञ्चभूतेषु, ये पृथिवी, जलं, तेज, वायु, वायुः, मनः. तत्र आकाशे नास्ति, यतोहि आकाशे क्रिया न भवति. आकाशः तत्र कीदृशद्रव्यम् अस्ति? विभुद्रव्यम् अस्ति. अस्तु, मनसि इति पञ्चद्रव्येषु वेग इति, वेग नाम संस्कारः भवति. एषु पञ्चसु क्रियाश्रयत्वम् इति कारणेन तत्र मूर्तद्रव्याणि इति उच्यन्ते. एषु पञ्चसु पञ्चसु किं वक्तव्यं द्रव्येषु क्रियायाः क्रियायाः आश्रयणं भवति. क्रिया भवितुं नाम तेषु तेषु द्रव्येषु क्रिया भवितुम् अर्हति. क्रिया भवितुम् अर्हति, क्रिया भवितुम् अर्हति. तत्र क्रियायाः आश्रयः एषु द्रव्येषु अस्ति इति कारणात् क्रियायाः आश्रयत्वं येषु द्रव्येषु अस्ति. क्रियायाः आश्रयत्वम् एषु द्रव्येषु अस्ति इति कारणात् एतानि द्रव्याणि मूर्तद्रव्याणि इति उच्यन्ते. वयं पूर्वं दृष्टवन्तः तत्र मूर्तद्रव्यं विभुद्रव्यम् इति पूर्वस्मिन् तत्र वर्गे तत्र प्रायशः तत्र मासद्वयात् पूर्वं दृष्टवन्तः मूर्तद्रव्यम् इति विभुद्रव्यम् इत्युक्ते किम् इति. अतः तत्र मूर्तद्रव्यं यत्र तत्र क्रियायाः आश्रयः भवितुम् अर्हति, यद्द्रव्यं सः मूर्तद्रव्यं नाम घटः, पटः, पृथ्वी, जलं, तेजः, वायुः, तत्र गतिः अस्ति खलु, ते तयोः गतिः भवितुम् अर्हति, तत्र क्रिया भवितुम् अर्हति. इतः तत्र नेतुं शक्नुमः तत्र, अतः तत्र अथवा गच्छति, मनः गच्छति, इतः ततः गच्छति इति कृत्वा मनसि अपि क्रिया अस्ति. अतः यत्र क्रिया अस्ति तत्रापि वेगः इति भवति. अतः एतेषु द्रव्येषु यः संस्कारः वर्तते तत्तु वेग इति नाम संस्कारः इति वक्तुं शक्यते इति. समीचीनं. स्थितिस्थापकाख्यसंस्कारः पृथिव्याम् एव भवति, भावनाख्यसंस्कारः आत्मनि एव भवति. भावनाख्यसंस्कारः आत्मनि एव भवति वयम् अधुना एव दृष्टवन्तः. आत्मनि एव तस्य वृत्तित्वं, वृत्तित्वं नाम आश्रयः, केवलम् आश्रयः आश्रयः भवति. अन्यत् किमपि द्रव्यम् आश्रयः अतीन्द्रियः अपि अस्ति. सत्यं, हा, भावनाख्यसंस्कारः अतीन्द्रियः अस्ति. समीचीनम्, अतीन्द्रियः अस्ति इति कृत्वा आत्मनि एव भवति. परन्तु स्थितिस्थापकाख्यसंस्कारः पृथिव्याम् एव भवति इति स्पष्टरीत्या न अवगतवती महोदय. न, किमर्थम् इत्युक्ते भगिनि, नाम स्थितिस्थापकम् इत्युक्ते पूर्वस्थितिः यदस्ति तत्तु अवगतं, तां स्थितिं प्राप्तुं शक्नोति तद्द्रव्यं. तर्हि किं जलं तत्र जले शक्तिः अस्ति वा? तत्र यदि किमपि कुर्मः किन्तु तत् पुनः यावत् आसीत् तथैव तादृशी स्थितिं गच्छति वा? जलं यथा रब्बर् बाण्ड् करोति तथैव तत्र जलमपि करोति वा? न भवति. हा, तेजः? तेजः अपि न. वायुः? वायुः अपि न. परन्तु मनः भवितुम् अर्हति इति वयं बहु प्रयत्नं कुर्मः किन्तु खलु तत्र यदा मम मनः आसीत् तस्मिन् दिने तथैव अद्यापि भवेत् इति चिन्तनं भवति, किन्तु न भवति, यतोहि नूतनम् अस्माकं चिन्तनमपि अस्ति खलु, नाम तथैव भवेत् इति. तेन तर्हि तथैव न भवति, यतोहि तस्मिन् दिने तथैव भवेत् इति चिन्ता नासीत्. परन्तु मनसः एका कापि अवस्था भवति, यः सामान्य अवस्था, या सामान्य अवस्था इति वक्तुं शक्यते. परन्तु कस्मिंश्चित् दिने तु वयं किमपि अनुभवामः, वयं दुःखम् अनुभवामः, तर्हि अतीव दुःखेन किमपि मनसि भवति, अतीव तत्र एङ्जैटि इति वयं किमपि अनुभवामः चेत् तत्तु रबर बेण्ड् यथा वयं दीर्घीकृतः भवति तथा मनः अपि किञ्चित् अतीव भावनाः अनुभवति परन्तु पुनः केनचित् कारणेन किञ्चित् ध्यानधारणा इति कृत्वा अथवा अस्माकं आप्ताः यदा परितः सन्ति चेत् वयं मनसः स्थितिः पुनः सामान्य भवति एव अतः अहम् उक्तवती किन्तु तत्र सामान्यरूपेण भवति किन्तु साक्षात् तत्र सूक्ष्मतया यदि पश्यामः तत्र पुनः यद् या स्थितिः आसीत् सा एव स्थितिः पुनः अपि अस्ति इति न वक्तुं शक्नुमः नाम तत्र आङ्ग्लभाषायां तत्र अस्ति खलु तत्र ग्रीक् मध्ये तत्र हेराक्लिट् तत्र यु केनाट् स्टेप् इन् टु द सेम् रिवर् ट्वैस् इति अस्ति खलु तादृशं तत्र अस्माकं मनः नूतन अभिनव एव विमलभगिनी वदतु भगिनि महोदय किञ्चित् विस्मृतम् अस्माभिः यत् पठितं यत् मूर्तद्रव्यविभुद्रव्यमिति तत् अस्माभिः करपत्रे पठितं वा विद्याधर करपत्रे अस्ति भगिनि करपत्रे अस्ति आवश्यकता अस्ति चेत् अहं तत्र लिङ्क् वर्गस्य अनन्तरं प्रेषयामि भगिनि धन्यवादः महोदय प्रेषयामि अत्र तत्र करपत्रम् अस्ति तस्य अस्तु तर्हि इदानीम् अत्र अग्रे सरामः क्षम्यतां महोदय कश्चन प्रश्नः महोदय इदानीं संस्कारः त्रिविधा इति वदामः चेत् संस्कारस्य विभागः वा अथवा तेषां नामकरणं त्रिविधानि नामकरणम् इति तादृश किमपि अर्थः वा न न संस्कारः एव वेगः एव संस्कारः खलु वेगः एव संस्कारः स्थितिस्थापकः अपि संस्कारः भावना अपि संस्कारः अतः तत्र त्रयमपि संस्कारः एव संस्कारः इत्युक्ते नाम तत्र किमपि तिष्ठति तत्र तस्मिन् तिष्ठति गुणः अस्ति हा किन्तु मध्ये भवता उक्तं खलु यदा भावना एव संस्कारः भवति वेगः स्थितिस्थापकः च संस्कारः न भवति इति क्षम्यतां नाम स्थिति वेगः अपि स्थितिस्थापक संस्कारौ स्तः किन्तु ते स्मरणं न जनयतः तावदेव नाम तत्र व्यापारः स्मरणं प्रति व्यापारः नास्ति वेगः वा स्थितिस्थापकः वा अपि तत्र वेगः स्थितिस्थापकः बहुत्र भवितुम् अर्हति किन्तु भावना इति संस्कारः केवलं तत्र यः संस्कारः स्मरणं जनयति सः संस्कारः केवलम् आत्मनि एव अस्ति समीचीनम् अस्तु पुनः स्थितिस्थापकसंस्कारः पृथिव्यामेव भवति इति उक्तं खलु पुनः इदानीं तादृश कार्यं कथं संस्कारे भवति संस्कारः कथं स्थितिस्थापकः भवति नाम स्थितिस्थापकाख्यसंस्कारः नाम संस्कारः द्वितीयविधसंस्कारः स्थितिस्थापकः इति यत् अस्ति सः केवलं पृथिव्यामेव अस्ति इदानीं मनसः विषयः खलु संस्कारः इति मनसः विषयः न संस्कारः इति मनसि एव भवति खलु इति नास्ति नाम संस्कारः इति किमपि गुणः अस्ति इति चिन्तयतु गुणः अस्ति तत्र संस्कारः त्रिविधः अस्ति वेगः इति अस्ति स्थितिस्थापक इति अस्ति भावना इति अपि अस्ति केवलं तत्र भावना इति यदस्ति एव मूलविषयः अस्माकम् आत्मनः गुणः भावना इति अस्तु किन्तु अन्यद्विविधसंस्कारौ अपि स्तः ते अन्यत्र स्तः किन्तु आत्मनि न स्तः अतः यदि विद्याधरीं पश्यति चेत् भवति तत्र साक्षात् किम् उक्तम् इत्युक्ते तत्र प्रदर्शयामि तत्र पुस्तके तत्र यदि पश्यामश्चेत् एकनिमिषः तत्र पश्यतु तत्र किमस्ति भावनात्यसंस्कारः केवलं संस्कारः इति न उक्तं अस्तु अस्तु अस्तु संस्कारः संस्कारः आत्मनि बहिः अपि अस्ति, तादृशसंस्कारः अत्र न विषयः, केवलं भावनाख्यसंस्कारः एव अत्र अस्तु. अतः तत्र अतः प्रथमतया संस्कारः इत्युक्ते कः इति उक्तं, तदनन्तरं तस्य त्रैविध्यम् अस्ति इति उक्त्वा तदनन्तरं तस्मिन् एकः अस्ति अन्यतमः अस्ति भावना इति, अतः तस्य विवरणं दत्तमस्ति, तस्याः विवरणं दत्तमस्ति. अस्तु इदानीं स्थिति क्षम्यतां समापयामि एकक्षणम्. इदानीं स्थितिस्थापकः संस्कारः इति वदामः चेत् कीदृशः, कस्य कोऽपि उदाहरणमस्ति वा? उदाहरणम् उदाहरणं दत्तमस्ति खलु भगिनि, तत्र नाम रब्बर् ब्याण्ड् अस्तु अस्तु ओ तदेव. वयं किमपि कुर्मः किन्तु तत्र शक्तिः अधिका न भवेत्, किन्तु किञ्चित् शक्तिः उपयुज्य शक्तिम् उपयुज्य यदि तत्र स्ट्रेच् कुर्मः पुनः तस्य तस्य किमर्थं संस्कारः इति नामकरणं दत्तं, स्थितिस्थापकः इति एव वक्तुं शक्यते खलु? नाम संस्कारः नाम तद् तत् तिष्ठति, द्रव्ये तिष्ठति तद् संस्कारः इत्युक्ते तत्र बहुकालं तिष्ठति इति तत्र, अतः तत्र तथैव तत्र यत् वेगः इति अस्ति तत्र वयं किमपि तत्र तत्र पठनं भवति तत्र वेगः इत्युक्ते तत्र वेल् स्पीड् इति अर्थे, तत्र यदि कोऽपि तत्र किमपि कारयति तत्र तत्र यानं चालयति किन्तु सर्वदा एक्सिलेटर् तस्य उपरि तत्र पादं न भवति खलु, तदापि तत्र यानं चलति खलु, तदस्ति वेगः नाम वेलासिटि इति नाम तद् भवति तत्र तस्मिन् द्रव्ये सः गुणः अस्ति. वेगः अपि संस्कारः इति तदेव इति एव इति एव इदानीं तत्र एषा मूलविषयः नास्ति इति कृत्वा किञ्चित् विवरणं दत्तमस्ति तावदेव. अस्माकं मूलविषयः तत्र आत्मा अस्ति, आत्मनि संस्कारः भावनाख्यसंस्कारः इति अस्ति, केवलं तत्र तस्मिन् विषये एषः अस्ति इति कृत्वा किञ्चित् विवरणं दत्तं तावत्. भावनाख्यसंस्कारः तु अवगतवती, वेगाख्यसंस्कारः अपि च स्थितिस्थापकसंस्थाख्यसंस्कारः अवगन्तुं किञ्चित् स्थितिस्थापकः नाम स्थितिस्थापक पूर्वस्थिति प्राप्तुं शक्तिः अस्ति चेत् तत्र स्थितिस्थापकः गुणः वर्तते इति वदामः तावदेव, तस्य नामकरणं संस्कारः तावत्. धन्यवादः महोदय. अस्तु भगिनि अस्तु, पुनः तत्र धनश्री भगिनी प्रश्नः, तदनन्तरं विमला भगिनी प्रश्नः. नाम महोदय भावना इति वयं यद् लौकिके वदामः तस्मात् इति एतद् भिन्नम् अस्ति, लौकिके तु सुख दुःख इच्छा द्वे सर्वं तद् भिन्नम् अस्ति, एतत्तु पारिभाषिकशब्दः अस्ति. अनन्तरं संस्कारस्य कश्चित् पदविच्छेदनम् अस्ति नाम समं करोति इति वा, अन्यत्र किमस्ति संस्कार इति परीक्षन् तादृशरूपेण अपि वयं प्रयुञ्ज्महे, अत्र कथं तस्य तस्य विषये किञ्चित् द्रष्टव्यमस्ति भगिनि, दृष्ट्वा वदामि भगिनि. अस्तु अस्तु, किन्तु तत्र संस्कार इति प्रत्यक्षज्ञानेन तत्र सर्व बहुत्र एतद् दृश्यते दर्शनशास्त्रेषु, तत्र प्रत्यक्षज्ञानेन किमपि तत्र आत्मनि भवति अपि आत्मनि तिष्ठति इति तत्र, अतः तत्र संस्कारः इति वदन्ति, किन्तु तत्र कथं तस्य पदस्य निर्माणम् इति किञ्चित् दृष्ट्वा वदामि भगिनि. आचार्य उदाहरणं वदामि, एकनिमिषः भगिनि एकनिमिषः, विमला भगिनि प्रश्नः नास्ति महोदय, क्षम्यताम्. अस्तु अस्तु अस्तु, तर्हि अस्तु मृणालिनी भगिनी वदतु. यथा यत्र स्थितिस्थापकसंस्कारः उक्तं खलु, उदाहरणार्थं वृक्षस्य शाखा स्वीकुर्मः, तस्य किञ्चित् उपयादः नयनं कुर्मः शाखायाः, तर्हि अनन्तरं पुनः सा शाखा पुनः पूर्वस्मिन् समीचीनं भगिनि उत्तमं, संस्कार एव शाखायाः संस्कारः संस्कारः एव समीचीनं भगिनि समीचीनं भगिनि उत्तमम् उत्तमम् अस्तु अग्रे तत्र पुनः धनश्री भगिनी प्रश्नः न महोदय पूर्वमेव अस्तु अस्तु तत्र कष्टः अस्ति इति कृत्वा तत्र अहं अस्तु समीचीनम् अस्तु तर्हि इदानीं तत्र तत्र विद्याधरीं गन्तुं शक्नुमः किन्तु तत्र ज्ञानाधिकरणम् आत्मा इति तत्र तस्मिन् विषये तत्र प्रश्नः एकः प्रश्नः अस्ति तत्र विशेषगुणः इत्युक्ते किम् इति तत्र पूर्वं तत्र धनश्री भगिन्या पृष्टमासीत् नाम विशेषगुणः इत्युक्ते लक्षणम् इति वा इति नाम विशेषगुण इत्युक्ते तत्र केवलम् आत्मनि एव वर्तते तद् वृत्तित्वं तद् द्रव्यवृत्तित्वं तद् मात्र तद् द्रव्यमात्रवृत्तित्वम् इति अस्ति किन्तु अतः तत्र विशेषगुणः नाम बुद्धिः सुखं दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः पुण्यम् अधर्मः भावनाके संस्कार इति तत्र विशेषगुणाः आत्मनः विशेषगुणाः इति उक्तमासीत् तत्र विशेषगुणाः इत्युक्ते केवलम् आत्मनि एव सन्ति अन्यत्र न सन्ति किन्तु यथा वयं ज्ञानाधिकरणम् आत्मा इति लक्षणवाक्यं कर्तुं शक्नुमः तथैव किं तत्र सुखाधिकरणम् आत्मा इति कर्तुं शक्नुमः वा इति प्रश्नः उदेति किन्तु तत्र विशेषगुण इत्युक्ते अन्यत्र नास्ति किन्तु सर्वदा आत्मनि अस्ति इति न विषयः नाम लक्षणं कीदृशं भवेत् लक्ष्यं विहाय अन्यत्र कुत्रापि न भवेत् किन्तु लक्ष्ये भवेत् अतः तत्र किन्तु सुखं सर्वदा आत्मनि तिष्ठति इति नास्ति सुखम् इदानीम् अस्ति तदनन्तरं नास्ति अतः तत्र सुखम् इति लक्षणरूपेण न स्वीकर्तुं शक्नुमः किन्तु ज्ञानं सर्वदा आत्मनि अस्ति यद्यपि प्रत्येकज्ञानं भिन्नम् अस्ति इदानीं यद् ज्ञानम् अस्माकम् आत्मनि अस्ति इदानीम् अस्ति अग्रिमक्षणे नूतनज्ञानम् अस्ति अग्रिमक्षणे नूतनज्ञानम् अस्ति तद् ज्ञानं नश्यति पुनः नूतनज्ञानम् उत्पद्यते अतः तत्र सर्वदा तत्र ज्ञानम् अस्ति एव आत्मनि तर्हि ज्ञानाधिकरणम् आत्मा इति स्वीकर्तुं शक्नुमः किन्तु सुखाधिकरणम् आत्मा अथवा सुखवान् आत्मा इति तत्र आत्मनः लक्षणवाक्यं न भवितुम् अर्हति इति अतः तत्र तस्य विवरणम् इदानीं तत्र प्रश्न उत्तररूपेण अन्यस्मिन् करपत्रे दत्तमस्ति तदपि पठामः तदनन्तरं तत्र विद्याधरीं गच्छामः यतोहि तत्र सम्यक् रीत्या अस्माकम् अवगमनं भवेत् इति कृत्वा अस्तु तर्हि तत्र अग्रे महोदय इत्युक्ते सुखदुःखादि क्षणिकम् अस्ति इति कारणेन केवलं क्षणिकम् अस्ति इति न कदाचित् भवति कदाचित् न भवति नाम सर्वदा आत्मनि तिष्ठति इति न वक्तुं शक्नुमः लक्षणम् इत्युक्ते सर्वदा लक्ष्ये भवेत् खलु समीचीनं महोदय धन्यवादः अस्तु तर्हि अग्रे उषा भगिनी अग्रे पठति वा ज्ञानाधिकरणम् आत्मा सम्बद्धप्रश्नाः इति ज्ञानाधिकरणम् आत्मा सम्बन्धप्रश्नाः सम्बद्धप्रश्नः सम्बद्धप्रश्नः क्षम्यताम् एकनिमिषः अस्तु एतदेव एतदपि करपत्रमस्ति किन्तु अहं तत्र लिङ्क् न प्रेषितवान् किन्तु रेकार्डिङ्ग् यदा प्रेषयामि तदा अस्य लिङ्क् अपि प्रेषयामि अस्तु प्रश्नः ज्ञानाधिकरणम् आत्मा इत्येव किमर्थं नवविशेषगुणाः सन्ति किमर्थं न तेषाम् आधार आदेयभावनया आत्मनः लक्षणवाक्यं ज्ञानाधिकरणम् आत्मा इति किमर्थम् उक्तम् इति एव किमर्थम् उक्तं यतोहि तत्र नवविशेषगुणाः सन्ति केवलं ज्ञानं बुद्धि इति स्वीकृत्य बुद्धि इति गुणं स्वीकृत्य किमर्थं लक्षणवाक्यं स्थापितम् इति प्रश्नः उत्तरं वस्तुतः ज्ञानाधिकरणम् आत्मा इत्येव स्यात् इति तथा किमपि नास्ति इच्छाधिकरणम् आत्मा इत्यपि स्यात् प्रयत्नाधिकरणम् आत्मा इत्यपि स्यात् यथा शीतस्पर्शवत्वं जलस्य लक्षणम् इति जलस्य एकैव वाक्यम् इति तु तथा किमपि नास्ति. अभास्वररूपवत्त्वं जलस्य लक्षणम् इत्यपि एकं साधु लक्षणवाक्यं, यतोहि अभास्वररूपवत्त्वं जले सदा तिष्ठति. जलम् अतिरिच्य च न कुत्रापि लभ्यते. अतः आहत्य लक्षणवाक्यस्य कथनावसरे त्रयः दोषाः न स्युः. अव्याप्तिदोषः, अतिव्याप्तिदोषः, असम्भवदोषः च. एते त्रयः दोषाः न सन्ति चेत् लक्षणवाक्यं साधु एव. अस्माभिः लक्षणस्य विवरं पूर्वं पठितवन्तः. लक्षणवाक्यस्य कथनावसरे त्रयः दोषाः न स्युः इति अव्याप्तिदोषः, अतिव्याप्तिदोषः, असम्भवदोषः च. त्रयः दोषाः न सन्ति चेत् तदेव लक्षणवाक्यम् इति तर्हि तत्र जलस्य लक्षणं किम् आसीत्? शीतस्पर्शवत्त्वम् शीतस्पर्शवत्त्वं जलस्य लक्षणम् इति जलस्य एक एव लक्षणं स्वीकृतम् इति स्वीकृतवन्तः. तर्हि तत्र वयं किं साधितवन्तः? शीतस्पर्शवत्त्वं जले अस्ति. तत् जलम् अतिरिच्य अत्र अन्यत्र द्रव्येषु न कुत्रापि नास्ति इत्यपि साधितवन्तः. अतः एव तत्र तद् लक्षणमिति स्वीकर्तुं शक्नुमः. तथैव अभास्वररूपवत्त्वम् जलस्य लक्षणम् इत्यपि एकं साधु लक्षणवाक्यं, यतोहि अभास्वररूपवत्त्वं जले सदा तिष्ठति. अभास्वररूपवत्त्वं नाट् शैनिङ्ग् इति वा? हा, तत् अभास्वररूपवत्त्वं सत्यं भगिनि. नाम तेजसि भास्वर रूपम् अस्ति अपि तत्र जले अभास्वररूपम् अस्ति इति. अपि अभास्वररूपम् अन्यत्र कुत्रापि नास्ति, पृथिव्या नास्ति इति स्वीकृतवन्तः. अतः तत्र नाम एतेन वयं किम् अवगच्छामः, यद्यपि वयं वदामः तत्र गन्धवती पृथिवी इति लक्षणवाक्यम् इति वदामः, किन्तु मनसि स्यात् लक्ष्यस्य केवलम् एकमेव लक्षणवाक्यम् इति नास्ति. न स्यात्, अनेकानि लक्षणवाक्यानि भवेयुः, किन्तु तेषु किम् उत्तमम् अथवा सम्यक् अथवा सरलम् इति भासते तद् वाक्यं स्वीकुर्मः, येन अवगमनं समीचीनं भवेत् इति कृत्वा. अतः अभास्वररूपवत्त्वमपि भवेत् लक्षणवाक्यं, किन्तु शीतस्पर्शवत्त्वम् इति लक्षणं वाक्यं स्वीकुर्मः चेत् सरलं भवति इति कृत्वा एतद्वाक्यं स्वीकृतं. किन्तु एतद्वाक्यं स्वीकृतवन्तः इति कृत्वा अन्यत् लक्षणवाक्यं नास्ति इति चिन्ता, तादृशचिन्ता मास्तु, भवितुम् अर्हति. अतः तथैव ज्ञानादिकरणम् आत्मा इति एव लक्षणवाक्यं किमर्थं भवेत्? अन्यत् वाक्यमपि प्रयत्नादिकरणम् आत्मा इत्यापि वक्तुं शक्यते. किन्तु यदि वदामः तत्र किं करणीयं? दोषः अस्ति न वा इति द्रष्टव्यम्. तावदेव. दोषत्रयं नास्ति चेत् तद् लक्षणवाक्यरूपेण स्वीकर्तुं शक्नुमः इति अस्ति. समीचीनं. अस्तु, तर्हि अग्रे सरामः. धन्यवादः भगिनि. अस्तु, अग्रे तत्र राजीव भगिनी भवती न पठितवती खलु? आचार्य, अत्र एकः प्रश्नः, अभास्वररूपत्वं तु पृथ्व्यामपि अस्ति खलु? न न, अभास्वररूपत्वं नास्ति भगिनि. तत्र अतिव्याप्तिदोषः न भवेत् वा तेन वाक्येन? अभास्वररूपं केवलं जले एव अस्ति. तत्र राजी भगिनी भवती न पठितवती खलु अद्य केवलम् अहं शृणोमि महोदय चिन्ता मास्तु तर्हि तत्र अशोक महोदय पठति वा अग्रे अस्तु महोदय आत्मनि नवविशेषगुणाः सन्ति इत्युक्तं नाम एते नवगुणाः अन्यत्र न लभ्यन्ते किन्तु सर्वदा आत्मनि तिष्ठन्ति न वा इत्यपि द्रष्टव्यम् मृत्युकाल अनन्तरं ज्ञानं प्रयत्नं च इत्येतौ द्वौ गुणौ तदानीमपि आत्मनि स्तः इति नैयायिकानां शिक्षा अन्ये सप्तगुणाः आत्मनि सदा न भवन्ति इति अङ्गीक्रियते अतः एतेषां सप्तानां लक्षणवाक्ये कथनेन अव्याप्तिदोषः भविष्यति तर्हि यद्यपि अतिव्याप्तिदोषः नवसु गुणेषु अपि नास्ति किन्तु ज्ञानाधिकरणम् आत्मा प्रयत्नाधिकरणम् आत्मा अनयोः द्वावे द्वौ एव अव्याप्तिदोषः नास्ति आत्मनि नवविशेषगुणाः सन्ति अतः अन्य द्रव्ये न सन्ति इति अङ्गीकरोति विशेषगुणः इत्युक्ते केवलं तत्र विशेषगुणः तत्र पुस्तके किम् आसीत् तद् द्रव्यमात्रवृत्तिः नाम केवलम् आत्मनि एव सन्ति अन्यत्र न सन्ति किन्तु ज्ञानं प्रयत्नं द्वौ एव सदा तिष्ठन् तिष्ठतः अन्य सप्त गुणाः नित्योरनन्तरं न तिष्ठन्ति अतः मृत्योनन्तरं न तिष्ठन्ति अपि तत्र आत्मा इति नित्यम् अस्ति खलु आत्मा इति नित्यम् अस्ति तर्हि आत्मनः लक्षणम् अपि तत्र किमपि सर्वदा भवेत् तदा नाम यदा आत्मा तत्र लक्षणमपि नित्यं भवेत् खलु नाम सर्वदा भवेत् आम् महोदय आत्मा सर्वदा भवति किन्तु सप्ताह गुणाः सर्वदा न भवन्ति आत्मनि अतः ते आत्मनः लक्षणं न भवितुम् अर्हन्ति हा समीचीनं महोदय समीचीनं तथैव अस्ति अतः तत्र यदि तद् लक्षणम् इति कथनेन स्वीकुर्मश्चेत् नाम तत्र यदि वयं वदामः उदाहरणरूपेण द्वेषाधिकरणम् आत्मा इति यदि वदामः सर्वदा द्वेषः आत्मनि तिष्ठति इति नास्ति तर्हि तत्र आत्मा अस्ति किन्तु आत्मनि लक्षणं नास्ति नाम द्वेषः इति गुणः नास्ति चेत् तत्र अव्याप्तिदोषः भवति खलु आं महोदय हा अतः तत्र अतिव्याप्तिदोषः न भवति यतोहि विशेषगुणः अस्ति अन्यत्र कुत्रापि नास्ति किन्तु अव्याप्तिदोषः अपि न भवेत् अद् तत्तु केवलं ज्ञानम् अपि प्रयत्नः तयोः एव तत्र महोदय नैयायिकाः सस्याः वृक्षाः सस्यानां वृक्षाणाम् आत्मा अस्ति इति मन्यन्ते वा न वा हा तत् न मन्यन्ते इति हा तत्र न स्मरामि महोदय दृष्ट्वा वदामि हा तत्र जीवात्मा परमात्मा इति वदन्ति हा किन्तु तत्र जीवा नाम किम् इति तत्र तद् हा तत् हा इदानीं तत्र पश्यामः खलु सस्ये ज्ञानं नास्ति खलु वृक्षे अपि ज्ञानं नास्ति खलु नास्ति तर्हि तत्र प्रायशः तत्र ते न अङ्गीकुर्वन्ति इति चिन्तनं भवेत् सत्यं महोदय हा तथैव अस्ति इति मन्ये हा अतः तत्र हा तर्हि केवलं तत्र जीवाः इत्युक्ते तत्र मनुष्याः अपि अन्य किन्तु सस्यम् अपि तद् प्रायशः नास्ति इति हा इति भाति महोदय हा सत्यम् अस्तु तर्हि तत्र समीचीनं तर्हि तत्र अग्रे तत्र महोदय भवानेव तत्र अत्र अग्रिमवाक्यद्वयं तत्र तर्हि लक्षणवाक्यस्य कथन अवसरे त्रयः दोषः न स्युः अव्याप्तिदोषः अतिव्याप्तिदोषः असम्भवदोषः लक्षणवाक्ये त्रयदोषः न इच्छामः अव्याप्तिदोषः सर्वे यदि न तिष्ठन्ति अव्याप्तिदोषः अस्ति अतिव्याप्ति अन्य विजातीयेषु लक्ष्य विजातीयेषु यदि तिष्ठति तर्हि अतिव्याप्तिदोषः कश्चित् अपि लक्ष्ये नास्ति चेत् कस्मिंश्चित् लक्ष्ये अपि नास्ति चेत् असम्भवदोषः तर्हि तत्र त्रयः दोषाः न स्युः तर्हि तत्र प्रयत्नस्य अधिकरणम् आत्मा इति समीचीनं लक्षणवाक्यं भवति ज्ञानाधिकरणम् आत्मा अपि समीचीनं लक्षणवाक्यं भवति तर्हि तत्र लक्षणवाक्यं केवलम् एकमेव अस्ति इति चिन्ता मास्तु तत्र अनेकानि लक्षणवाक्यानि भवितुम् अर्हन्ति किन्तु तेषु एकमेव स्वीकृत्य तत्र लक्षणवाक्यरूपेण वयं स्वीकुर्मः अवगमनार्थं हा किन्तु अस्तु तर्हि तत्र अग्रे एतस्य करपत्रस्य अपि अवगमनं भवति तदनन्तरं तत्र विद्याधरं गच्छामः एतत्तु तत्र लघु एव अस्ति तत्र प्रश्न हा तत्र पुटद्वयमेव अस्ति हा तर्हि तदनन्तरं तत्र यतोहि तत्र आत्मनः गुणाः एतत् सर्वस्य तत्र सम्यक् अवगमनं भवति करपत्रेण इति अस्तु तर्हि तत्र अन्य कोऽपि प्रश्नः एतस्य करपत्रस्य लिङ्क् प्रेषयामि अहम् अस्तु तर्हि यदि कोऽपि प्रश्नः नास्ति चेत् तर्हि तत्र वयं किं कृतवन्तः तत्र वयं तत्र संस्कारः इत्युक्ते किम् इति दृष्टवन्तः अपि तत्र संस्कारेण तत्र स्मरणं भवति इति अपि दृष्टवन्तः इदानीं तत्र किमर्थं ज्ञानाधिकरणम् आत्मा इति एव उक्तं न तु तत्र इच्छाधिकरणम् आत्मा किमर्थं न उक्तम् इति तस्यापि समाधानं तत्र विवरणं प्राप्तवन्तः अस्तु तर्हि तत्र अग्रिमे वर्गे मिलामः तर्हि नमस्कारः धन्यवादः धन्यवादः महोदय धन्यवादः।